पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 214 नारद उवाच इत्याकर्ण्यपितुर्वाक्यं सजगामत्वरान्वितः पुण्यं मधुवनं राजन् गयाशतगुणाधिकं तत्तीर्थवासिनो विप्रान् सायमामन्त्र्यमन्त्रवद काले पुनः समाहूय बभाषे स्वागतं वजः तद प्रक्षाल्य तत्पादौ गन्ताद्यैरभिपूज्य च पादार्घ्यमददात्प्रीत्या समेन स्वयमाचमद तदस्तान् ब्राह्मणान् नीत्वा श्राद्धदेशेऽन्यवेशयद कुशाम्बुतुलसीपुष्प गन्धाक्षदतिलैः सह पूरयित्वा कर्मपात्रं पुण्डरीकाक्षमस्मरद देवताभ्य इति श्लोकं त्रिकृत्वा सोपठद्विजः सतिलं शोधितकुशैर्विदधे बन्धनं ततः अग्निष्वात्तेदिमन्त्रेण पूर्वादीनां दिशां क्रमाद रक्षो भूतेदिमन्त्रेण नीविबन्धं व्यधाच्च सः ततः प्रतिज्ञामाधाय ददौ द्विजकुशासनं पितॄन् समाह्वयामास स तदा ब्राह्मणोत्तमः दत्त्वा ततस्तु हस्तार्घ्यं पात्रं नुब्जीचकार वै कृत्वा गन्धादिदानं च पुनः सव्येन चाचमद सव्यापसव्येन तदा दत्त्वा पात्राणि सद्विजः तैर्ब्राह्मणैरनुज्ञादश्चक्रेऽग्नौ करणं तदः आज्यादिहविषा राजं स्थान्यमत्राण्यपूरयद अनुत्थानोत्थानपाणिकुर्वन् पात्रावलम्बनं पपाठपाठितो विप्रैः पृथ्वीत्वेदि द्विजन्मनाम् असंस्कृतप्रणीतानामिति मन्त्रेण सद्विजः गर्भेषु दक्षिणाग्रेषु ददौ च विकिरासनम् अग्निदग्धेदि मन्त्रेण कृतमिश्रान्नमक्षिपद जलेन सह राजेन्द्र विष्ठरे कुशकल्पिते सव्येन पुनराचम्य ददौ शुलकजीवनं तृप्तास्तेदि च सम्पृच्छ्यातृप्ता स्म प्रतिभाषिताः शेषान्न भोजने तेषां जग्राहाज्ञां द्विजन्मनां पीडार्थं वेदिकां कृत्वा विदस्तिप्रमिदां द्विजः रेखां चकार दर्भेण दक्षिणाभिमुखीं नृप ये रूपाणीदिमन्त्रेण दधेऽग्निदिशि चोल्मुखं पूर्वजन्मनि या मात्रा पिता यश्च महीपदे तयोश्च पितरौ यौ हि यौ जराजन् पितामहौ यः प्रमादामहश्चापि पितरौ राजसत्तम पित्रादीन् षट्सपत्नीकां स्थानुद्दिश्य यथाविधि कुशासनानि दत्त्वा वै ददौ पिण्डान् षडैव हि गन्धादिभिश्च सम्पूज्य मध्यपिण्डविसर्जनम् कृत्वा क्रायज वामांसे पिण्डपात्रं न्यवेशयेद जलपात्रं तदादाय वाजे वाजे पठन्निधि पाद्यार्कं च पुनर्दत्त्वा दक्षिणा दैरधूतुषद आद्वारं ताननुव्रज्य तेभ्यो लब्ध्वानुशासनम् बुभुचे च स्वयं राजन् बान्धवैः सह सद्विजः एवं समाप्य राजेन्द्र श्राद्धं सद्विजसत्तमः पूर्व सबन्धिनां तत्र तीर्थे मधुवने शुभे यदा चचाल शान्तात्मा विदुराश्रमकं प्रति तदा सम्मिलिता मार्गे सर्वे ते श्राद्धभोजिनः विमानषट्कमारूढा दिव्याभरणभूषिताः दिव्याम्बरधरा राजनित्यूचुस्तं द्विजोत्तमं पितर ऊचुः भो वत्स विप्रशार्दूलवृणीष्वरमुत्तमं तीर्थेऽत्र कुर्वदा श्राद्धं भवदा तारिदा वयं वयं गणत्वमापन्नश्रीपदे त्वत्प्रसादतः प्रार्थयास्व महाबुद्धे यदिष्टं तव चेतसि मुनिपुत्र उवाच केयूयं कुत आयादा गणत्वं हि कुतो गताः उपकारं विना कस्माद्वरं यन्मे प्रयच्छद नारद उवाच इत्याकर्ण्यवचस्तस्य पूर्वजन्मसुतस्य वै पिता प्रोवाचयो दुःखाद्भक्षयित्वा विषमृतः पितोवाच अहं तव पिता विप्र पूर्वजन्मनि भूसुरः भार्यया व्यभिचारिण्या मात्रा ते पीडिता भृशम् अतीव दुःखमापन्नो भक्षयित्वा विषं निशि अपमृत्युं गतस्तस्मादभवं रजनीचरः एवं मन्वन्तरं तादशतं पञ्चदशाधिकं वर्षाणां च व्यतीतं तत् राक्षसत्वं गदे मयि इदानीं षोडशाब्दे दुत्वया श्राद्धे कृतेऽत्र वै पुण्ये मधुवने तीर्थे देवत्वं प्राप्तवानहम् ये दद्विमानमायां तं स्वर्गादिन्द्रप्रणोदितं सगणं साप्सरो वृन्दं ममारोहणहेतवे अत्र तुभ्यं वरं दातुं सगणस्साप्सरोगणः विमानवरमारुह्य गच्छन् स्वर्गेह मागमम् वरं वरय भद्रं ते न विलम्बसहा वयम् ऐरावद गजारूढः सुरेशो मामवेक्षदे नारद उवाच युत्युक्त्वा निजवृत्तान्तं दत्त्वा च निजसूनवे तत्प्रार्थितां हरेर्भक्त्रिं जगामस दिवं नृप अथ प्रोवाच तन्मादा पूर्वजन्मसुतं च तं मादोवाच त्वत्प्रसादादहं जाता देवी मुक्ता च पापतः प्राप्तं शच्यात् सखि त्वं मे पापयापि द्विजोत्तम त्वयात्र विहिते श्राद्धे तीर्थे विश्रान्तिसंज्ञके प्रार्थयस्व महाभाग निजचित्तसमीहितं ददामि ते यतोऽस्माकं देवीनां न वचो मृषा येन पापेन जाताहं गोधा च पितृकानने नरके चिरमास्थाय तत्त्वं वेत्से द्विजोत्तम अनुजानीहि मां पुत्र पुलोम तनया दिवि मामपेक्षितमाकाशे वृत्ता देवाङ्गनागणैः नारद उवाच युक्त्युक्त्वा सापि तन्मादा निष्कामाय स्वसूनवे ययौ त्रिविष्टपं राजन् शिरसा तेन वन्दिता तदपितामहस्तस्य स्वपौत्रं तं द्विजोत्तमम् उवाच वचनं भूय हरेर्बिभ्रत्स्वरूपताम् पितामह उवाच वत्स वत्स चिरञ्जीव लभस्व निजवाञ्छितं त्वत्प्रसादाद्वयं तीर्णा दुस्तराद्भव सागराद पितामहोऽहं ते वत्स तवेयं च पितामहि मृदं मानुगदा साध्वी सालोक्यमजिरं गदा अद्य त्वयात्र विश्रान्तौ विहिते श्राद्धकर्मणि आवयोस्तु हरिर्लोके लब्धा तस्य स्वरूपदा। नारद उवाच एवमुक्त्वा तया सार्धं स्वस्त्रिया भूपसत्तम ब्रह्म लोकमधिक्रम्य वैकुण्ठं सययौ द्विजः। अथ प्रोवाच राजेन्द्र वचस्तत्प्रपितामहः यत्ते तत् कथयाम्यद्य शृणुष्वैक मना द्विज। प्रपितामह उवाच भो भो वत्समहाभाग तवाहं प्रपितामहः भ्रूणहत्याफलेनाहं शौकरीं योनिमाप्तवान् ततो विनिर्गतस्ताद स्वाभवं पापपीडितः ततस्तावरदां प्राप्तो विन्ध्ये पर्वतसत्तमे तत्रापि चिरकालेन स्थितं स्थावरदां दधत हस्तिनाकेन चित्तात् मूलादुत्पाटितो बलात् तस्मिन्नेव ततः काले त्वया श्राद्धमकारि वै अस्मिं स्तीर्थोत्तमेताद मुक्तोऽहं स्थावरात्तदः प्राप्तोऽयं यक्षराजस्य नगर्यां वास उत्तमः देह्यनुज्ञां द्विजश्रेष्ठ यामित्तां त्वत्प्रसादः त्वां दिदृक्षुरिहायादो दृष्टस्त्वं पुण्यदर्शनः तीर्थं च सर्वतीर्थेषु श्रेष्ठं मधुवनं मया। नारद उवाच युक्त्युक्तस्तेन राजेन्द्रमुनिपुत्रः स धर्मविद पप्रच्छ शिरसा नम्य तं निजं प्रपितामहं। ऋषिरुवाच ब्राह्मणानां कुले तादजातोऽसि त्वं गरीयसि कथं विहितवान् पापं भ्रूणहत्याभिधं गुरो येन निन्द्यां समापन्नो भवान्योनिपरम्पराम् समाचक्ष्व महाभाग यदि तस्मृतिरस्ति ते। प्रपितामह उवाच पुराहं द्विजशार्दूलब्राह्मणस्येव जन्मनि मन्त्रयन्त्रविधानेन कृतवान् वृत्तिमात्मनः धनलोभेन नारीणां गर्भार्थमहमौषधं दत्तवांश्चैव नाशाय दैवोपहतचेतनः। लोभो हि धनहीनानां जनानां ज्ञानमाकरेद शुचिकाले दिनाधीशः कुल्यानामिव जीवनम् ज्ञाने नष्टे जनस्ताद पापमाचरदे ध्रुवं पापान्नरकमाप्नोति ततो यादि कुयोनिदां काचिदेका तदा नारी गुर्विणी मामपृच्छद किं जनिष्याम्यहं विप्रपुत्रं वेत्यथ वा स्त्रियं तदाहमुक्तवांस्तां वै तव कन्या भविष्यति पुत्रोत्पत्तिकृते तुभ्यं प्रदास्यामि महौषधम्। इत्युक्त्वा च मया नारी दुर्बुद्धिस्त्री शिरोमणिः जग्राह मम पादौ तु दत्तं हेमफलं च मे। इत्युवाच च सा मह्यं षट्कन्या जनिता मया सप्तमीयं त्वया चोक्ता जीविष्ये स्यान जन्मनि तथा कुरु महाबुद्धे यद्धाहं वैनकन्यकां जनयिष्यामि विप्राण्यां निजप्राणविनाशिनीम्। इत्याकर्ण्य वचस्तस्यास्तामहं पुनरुक्तवान् प्रसूदिकाले दास्यामि पुत्रोत्पाद्यहमौषधम् तथेति सा वचो मह्यं प्रतिश्रुत्य गदा गृहम् अपेक्षमाणा तं कालं तस्थौ वाक्यप्रतीति कृत तस्यां गदायां भूताद चिन्तया भवमाधुरः इत्यहं द्विजशार्दूल तच्छृणुष्व वदामि ते। पुत्रोत्पत्तिप्रतीतेयं मह्यं दत्तवदीपलं सुवर्णस्य न जानामि किमस्या सम्भविष्यति किमत्र करणीयं मे कथमेदसुवर्णकं फलप्रमाणं तिष्ठेद्वै दरिद्रस्य गृहे मम एवं विमृश्य तद्दास्यास्तस्य हस्तेन दापितं गर्भपादकरं ताद मया दारुणमौषधं तेनौषधेन तस्यास्तु गर्भस्रावे भवत्तदा मासे तृतीयेन ज्ञातं चिह्नं पुरुषकन्ययोः तदा सामद्गृहं प्राप्ता विषण्णा गर्भस्रावतः अधार्त यत्सुवर्णं तन्निराशा पुत्रजन्मनि तदाहमिष्टकाचूर्णं भस्मना च समन्वितं हरिद्राचूर्णसंयुक्तं साम्बुतस्यै अदर्शयम् यदचूर्णं कृतं मादस्त्वत्पुत्रोत्पत्तये मया त्वद्दानाद्विगुणं दिव्यं लग्नमेदस्य साधने इत्युक्त्वा सा मया तादत्यक्त्वा चूर्णं गृहं ययौ मामुक्त्वेदि गृहीष्यामि काले त्वत्तो द्विजोत्तम एवं मया कृता ताद भ्रूणहत्यादिदारुणा ययादिकुत्सिते यो नितृदये भ्रमिदं मया त्वत्प्रसादादहं मुक्तः साम्प्रतं स्थावरत्वय देह्यनुज्ञमुनिश्रेष्ठ याम्यहं चलकां शुभां नारद उवाच एवमुक्त्वा तु राजेन्द्र तस्य तु प्रपितामहः तेनाभिवन्दितो मूर्ध्ना प्रययौ दिशमुत्तराम् विमानेन विचित्रेण किङ्गिणीजालमालिना नृत्यद्गन्धर्वजुष्ठेन मणिप्राकारशोभिना अथ तस्य महाराजविप्रस्य प्रपितामही उवाच स्वप्रपौत्रं तं विमानवरमास्थिता प्रपितामह्युवाच नान्यत्र कुत्र गन्धासि पुण्यनानेन सुव्रता विना पद्मापदे पादपद्मचिह्निदमन्दिरम् अयं मम पदि पापो मुने त्वत्प्रपितामहः वारितोऽपि मया पापमा चचार सुदुष्टधीः सोऽपि त्वयादिपापात्मा तारितो दुःखसागराद् शक्यते केन वै कर्तुं तावकं गुणवर्णनं नारद उवाच इत्युक्त्वा सापि राजेन्द्र पदिलोकं जगामः अलकायां चिरं पत्या तेनैव मुमुदे सः अथ ते मुनिपुत्रस्य सर्वे मादामहादयः सपत्नीका समारुह्य विमानेषु ययुर्दिवं सोऽपि द्विजवरस्तस्मात् तीर्थास्वपितुराश्रमं गत्वा तं सर्ववृत्तान्तं स्वपित्रे समवर्णयद सोऽपि तत्र गतः सार्धं कुटुम्बेन वने मधोः चकारपर्णशालां वै विश्रान्तेस्तु समीपदः तत्र विश्रान्ततीर्थं तु त्रिकालं स्नानमाचरन् नाकरोद्विष्णुलोकेऽपि स्पृहां स मुनिसत्तमः एकदा जलमध्ये स स्नानं कुर्वन्मुनिर्नृप आचकाङ्क्षे च भवता कदा मे हरिदर्शनम् एवं कामयमानस्य मुनिवर्यस्य भूपते आजगामत्वरायुक्तो पक्षिराजासनो हरिः लक्ष्म्या वक्षस्थया सार्धं चतुर्बाहुधरो हरिः नवीनखनवर्णाङ्गो विद्युद्वर्णाम्बरावृतः कौस्तुभोद्भासिः सद्वक्षाः शङ्खचक्रगदाब्जभृद वनमालालसत्कण्ठो मकराकृतिकुण्डलः गुल्लाम्भुजपलाशाक्षः स्वलङ्कालं कृताननः विद्युमाकारकरजोरुणहस्ताङ्घ्रिसत्तलः उवाच तं द्विजश्रेष्ठं दन्तभासविभासयन् शरन्निशपदि स्तोम तिरस्कारकृतादिशः श्रीभगवानुवाच भो भो द्विजवरैतन्मे तीर्थं मधुवनं शुभं विश्रान्तसंज्ञकं स्नानात् सर्वकामोपपादकम् अत्र त्वया स्नानकाले वाञ्छितं मम दर्शनं तुभ्यं हि तन्मया दत्तं ब्रह्मादिसुरदुर्लभम् त्यजदेहमिमं विप्रमानुष्यं दिव्यमाप्नुहि आयाहि मद्गृहं सार्धं मयारुह्य खगेश्वरं नारद उवाच इत्याकर्ण्यवचस्तस्य श्रीपदे स मुनीश्वरः तुष्टावप्रणतो भूत्वा जल एव विशाम्पदे मुनिरुवाच श्रीपदे श्रीमदम्भोज सम्मर्दितपदाम्बुजं भवदो भवतापघ्नं वन्दे त्रिदश वन्दितम् त्वदीयमाययानाथमोहिता येत्र जन्तवः तेषां कदाचिन्निस्तारो न कृपा मन्दरेण ते सत्तीर्थसेवनादीश तथा सज्जनसङ्गमाद् पुंसां भक्तिस्तु येषां वै जायते कृपया तव साधुभिर्बहुभिरीरिदं हरे यो निशम्य गुणकीर्तनं तव कीर्तयत्यखिलपापनाशनं मातृगर्भभुहरे सनोपदेद श्रीपदे तव जनस्य मानसं दैवतस्तु पतितं महारणे गुण्ठितं च रजसा जहादिनो निर्मलत्वमिव रत्नमुत्तमं व्यपुमान् पदधिते पदाम्बुजे दण्डवत् पुलकमङ्गके दधद सोऽन्वयं नयति तावगं पदं स्वं च वाञ्छिदमशेषयोगिभिः जीव एव तव मायया विभो मोहितो भ्रमदि विश्ववद्मसु त्वत्कृपालितलोचनाञ्चलैस्तत्क्षणं तरदि विश्ववाहितिं नरक उवाच इति संस्तुत्य गोविन्दं दण्डवत्तस्य पादयोः पपादसमुनिश्रेष्ठो जयेदि मुहुरीरयन् श्रीपदिस्तं मुनिश्रेष्ठं दण्डवत्पदिदं भुवि उद्धाप्य बाहुभिस्तूर्णं सुपर्णे समरोपयद तत्कुटुम्बं च विश्वात्मा वैकुण्ठं च जगामः इत्येतत् कथितं राजन् शिवे मधुवनस्य वै माहात्म्यं सर्वपापघ्नं किमन्यत् श्रोतुमिच्छसि य इदं शृणुयान्मर्त्य सर्वपापैः प्रमुच्यते इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये मधुवनमाहात्म्यं नाम चतुर्दशाधिकद्विशततमोऽध्यायः ॐ